पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 246 श्रीमहेश्वर उवाच अथोपनयनं नाम चकारानकदुन्दुभिः पुत्रयोर्वेदविधिना तस्मिन् वै रामकृष्णयोः आचार्येण हि गर्गेण संस्कृतौ रामकेशवौ पण्डितैर्वैष्णवैर्दिव्यैः स्नापनैर्विमलैशुभैः कृतसंस्कारकर्माणौ रामकृष्णौ महाबलौ सान्दीपनेर्गृहं गत्वा नमस्कृत्य महात्मनः अधीत्य वेदशास्त्राणि तस्मात्तौ द्विजपुङ्गवाद मृदं पुत्रं समानीय ददतुस्तस्य दक्षिणाम् आशिषो वचनं लब्ध्वा गुरोस्तस्मान्महात्मनः तस्मै प्रणम्य मधुरां जग्मदुर्यदुपुङ्गवौ अध कृष्णेन निहतं श्रुत्वा कंसं दुरासदं स्वशुरस्तस्य नृपतेर्जरासन्धो महाबलः अक्षौहिणी सहस्रैस्तु सेनानीकैर्महाबलैः कृष्णं हन्तुं समागत्य रुरोध मधुरां पुरीं रामकृष्णौ महावीर्यौ विनिर्गत्य पुरोत्तमाद गजवाजिसमाकीर्णं तत् बलौखमपश्यताम् सस्मार वासुदेवस्तु पूर्वं रूपं सनातनं तस्य स्मरणमात्रेण दारुको विष्णुसारथिः सुग्रीवपुष्पकं नाम समानीय महारथं वाजिभिर्दिव्यपुष्पाद्यैरुह्यमानं सनातनम् दिव्यायुधैरुपेतं तं शङ्खचक्रगदादिभिः वैनतेयपताकेन शोभितं देवदुर्जयम् अवनीं प्राप्य गोविन्दं प्रणम्य हरिसारथिः प्रददौ स्यन्दनं शुभ्रं सायुधाश्वसमन्वितं दृष्ट्वा हर्षेण कृष्णोऽपि परिणीयमहारथम् आरुरोहाग्रजेनैव स्तूयमानो मरुद्गणैः चतुर्भुजं वपुर्भूत्वा शङ्खचक्रगदाशिभृत किरीडीकुण्डलीस्रग्वी सङ्ग्रामाभिमुखं ययौ बलदेवोऽपि मुशलं लाङ्गलं गृह्यवीर्यवान् तत्सैन्यं हन्तुमारेभे महेश्वर इवापरः दारुकश्च रथं शीघ्रं नोदयामास तद्रणे तृणगुल्मलदाक्रान्ते काननेऽग्निमिवानिलः ततो गदाभिः परिखैः शक्तिभिर्मुद्गरैस्तथा तद्रथं चादयामासु जरासन्धस्य सैनिकाः चक्रेणैव हरिस्तूर्णं तानि चिच्छेदलीलया बहूनि तृणकाष्ठानि महावह्निरिवार्चिषा तदशार्ङ्गं समादाय सायकैरक्षयैषितैः चिच्छेदतानि सैन्यानि न प्राज्ञायद किञ्चन चक्रच्छिन्नस्य कमलात् केचित्तत्र महाबलाः गदया चूर्णिधा केचित् केचिदन्यैर्महारणे केचिच्चैवासिनाच्छिन्नास्तधान्ये शरताडिताः लाङ्गलाग्रहतग्रीवा मुशलाहदमस्तकाः क्षणेन तद्बलं सर्वं निहत्य मधुसूदनः शङ्खं दध्मौ यदुश्रेष्ठो लयाशनि निभस्वनं शङ्खरावविनिर्भिन्न हृदयास्ते महाबलाः योद्धाश्वासनागाश्च पतितास्त्यक्तजीविताः अक्षौहिणीसहस्रं तु साश्वं शरथकुञ्चरं कृष्णेनैकेन निहतं निःशेषं तदभूद्बलम् निहतं वासुदेवेन प्रहरार्धेन शार्ङ्गिणा ततो देवगणाः सर्वे हर्षनिर्भरचेतसः ववृषु पुष्पवर्षाणि साधु साध्विधि चाब्रुवन् सर्वमप्यवनीभारं विमुच्य धरणीधरः संस्तूयमानस्त्रिदशैर्बभौ सङ्ग्राममूर्धनि निहदं स्वबलं दृष्ट्वा जरासन्धोदि वीर्यवान् योद्धुमभ्याययौतूर्णं बलदेवेन दुर्मदिः तयोर्युद्धमभूद्घोरं सङ्ग्रामेष्वनि वर्तिनोः रामो लाङ्गलमादाय रथं तस्य ससारथीं विनिपात्य रणे शूरो गृहीत्वा तं महाबलम् उद्यम्य मुशलं तूर्णं तं हन्तुमुपचक्रमे प्राणसंशयमापन्नं जरासन्धं नृपोत्तमम् कृतं रामेण बलिना सिंहेनेव महागजं दृष्ट्वा कृष्णोग्रजं प्राह न हन्तव्य इति प्रभुः मोचयामास धर्मात्मा जरासन्धं महामतिः विमुच्य कृष्णवाक्येन शत्रुं सङ्कर्षणो व्ययः सानुजो रथमारुह्य मधुरां प्रविवेशः स कालयवनं प्राप्य महावीर्यं बलान्वितं पुत्रयोर्वसुदेवस्य समाचष्टपराक्रमं दानवानां वधं चैव कंसस्य निधनं तथा अक्षौहिणीनां च वधं तथा स्वस्य पराजयं सर्वं निवेदयामास कृष्णस्य चरितं महद तच्छ्रुत्वा यवनक्रुद्धो महाबलपराक्रमैः म्लेच्छ कोटिसहस्रैस्तु संवृदो मदसंयुधैः मगधाधिपदेस्तस्य सहायार्थं महाबलः तेनैव सहितस्तूर्णं जगाम मधुरां पुरीं बलैराच्छाद्य पृथिवीं नानाजनपदान्वितां संनिवेश्य महासैन्यं रुरोध मधुरां पुरीं कृष्णोऽपि चिन्तयित्वाथ पौराणां कुशलं तदा ययाचे सागरं भूमिं निवासार्थं जनस्य च त्रिंशद्योजनविस्तीर्णां ददौ कृष्णस्य सागरः असृजत्पयसा मध्ये तत्र द्वारवदीं पुरीं बहुप्रासादसंयुक्तां हेमप्राकारतोरणां नानामणिमयैर्दिव्यैर्गृहपङ्क्तिभिरावृताम् उद्यानैश्च तथा रम्यैस्तडागैर्बहुभिर्युधाम् असृजत् पुण्डरीकाक्षो यथेन्द्रस्यामरावतीं सुषुप्तान् मधुरायां तु पौरांस्तत्र जनार्दनः उद्धृत्य सहसा रात्रौ द्वारावत्यां निवेशयद प्रबुद्धास्ते जना सर्वे पुत्रदारसमन्विताः हेम हर्म्यतलेविष्ठा विस्मयं परमं ययुः बहुभिर्धनधान्यैश्च दिव्यवस्त्रविभूषणैः परिपूर्णैरिवाभोगैर्गृहमुख्यैः समावृताः तस्मिन् प्रहृष्टाः सन्तस्तु दिवि देवगणा इव यवनेन तदा योद्धुं रामकृष्णौ महाबलौ विनिर्ययतुरात्मेश्यौ मधुराया बहिस्तदा रामो लाङ्गलमादाय मुशलं च महारथः जखानसमरे क्रुद्धो यवनानां महद्बलं कृष्णस्तु शार्ङ्गमासज्य बाणैरग्निशिखोपमैः निर्ददाहबलं सर्वं म्लेच्छानां देवकीसुतः निहतं स्वबलं दृष्ट्वा स कालयवनो बली युयुधे वासुदेवेन गदया यवनेश्वरः कृष्णोऽपि कदनं तेन कृत्वा चिरमनामयः विमुखप्राद्रवत्तस्मात् सङ्ग्रामात् कमलेक्षणः सोऽनुयातोदिवेगेन तिष्ठतिष्ठेदि चाब्रुवन् वेगात् कृष्णो गिरिगुहां प्रविवेश महामतिः तत्र प्रसुप्तो राजासौ मुचुकुन्दो महामुनिः अदृश्यस्तस्य नृपते संस्थितो भगवान् हरिः यवनोऽपि महावीरो गदामुद्यम्य पाणिना कृष्णं हन्तुं समारब्धो गुहां तां प्रविवेशः दृष्ट्वा शयानं राजानं मत्वा कृष्णं जनार्दनं पादेन ताडयामास मुचुकुन्दं महामुनिं ततः प्रबुद्धो भगवान् मुचुकुन्दो महामुनिः क्रोधात् संरक्तनयनो हुङ्कारं कृतवानसौ तस्य हुङ्कारशब्देन तथा क्रोधनिरीक्षणाद् निर्दग्धो भस्मदां प्राप यवनस्त्यक्तजीवितः ततस्तु कृष्णो ददृश्ये राजर्षे पुरदः प्रभुः नीलोत्पलदलश्यामः पुण्डरीकनिभेक्षणः शङ्खचक्रगदा पाणिः पीतवासा जनार्दनः दृष्ट्वा तं सहसोद्धाय राजर्षिरमितौ जसम् अहो भाग्यमहो भाग्यमित्युवाच महामुनिः पुलकाङ्कित सर्वाङ्गसानन्दाश्रुजलाकुलः स्तुवन् वै जयशब्देन प्रणनाम मुहुर्मुहुः मुचुकुन्द उवाच धन्योऽस्मि कृतकृत्योऽस्मि दर्शनात् परमेश्वर अद्य मे सफलं जन्म जीवितं सफलं मम नमस्ते वासुदेवाय जगन्नाथाय शार्ङ्गिणे दामोदराय देवाय तेजसां निधये नमः अधोक्षजाय हरये नृसिंहवपुषे नमः राघवाय नमस्तुभ्यं पुण्डरीकेक्षणाय च अच्युताय विकाराय तथानन्दाय ते नमः गोविन्दाय नमस्तुभ्यं विष्णवे जिष्णवे नमः नारायणाय श्रीशाय कृष्णाय परमात्मने मुकुन्दाय नमस्तुभ्यं चतुर्व्यूहाय ते नमः नमः परमकल्याण नमस्ते परमात्मने वासुदेवाय शान्ताय यदूनां पदये नमः महेश्वर उवाच एवं स्तुत्वा तु गोविन्दं प्रणनाम पुनः पुनः संतुष्टो भगवान् प्राह मुचुकुन्दं महामुनिं श्रीभगवानुवाच वरं वृणीष्व राजर्षे यत्ते मनसि वर्तते महेश्वर उवाच सोऽपि मुक्तिं ययाचाथ पुनरावृत्तिवर्जितां तस्मै ददौ तदा कृष्णो दिव्यं लोकं सनातनं राजा तु मानुषं रूपं विहायाथ महामतिः समानं रूपमास्ताय देवस्य परमात्मनः वैनदेयं समारुह्य शाश्वतं पदमाविशत इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे श्रीकृष्णचरिते मुचुकुन्दमोक्षो नाम षट्चत्वारिंशदधिकद्विशततमोऽध्यायः